नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति द्विवादिगणः इति. तत्र एकः अंशः वस्तुतः तत्र अनुस्वारस्य ई परसवर्णः इत्यस्मिन् प्रसङ्गे परसवर्णः इत्युक्तं. तत्र सावर्ण्यं कथं निर्णेतुं शक्यते इति प्रश्ने सति तत्र अस्माकं सवर्णविधायकसूत्रमस्ति तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रम्. तेन सूत्रेण यत्र मुखस्य अन्ते स्थानानि भवन्ति उच्चारणस्थानानि स्थानानि अपि च आभ्यन्तरप्रयत्नः. आभ्यन्तरप्रयत्नः इत्युक्ते मुखे कश्चन प्रयत्नः भवति उच्चारणार्थं. तर्हि तयोः यदा द्वयोः वर्णयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानः तदानीं तयोः वर्णयोः सावर्ण्यं सवर्णसंज्ञा भवति इति तुल्यास्य प्रयत्नं सवर्णम् इति उक्तम्. यत्र कुत्रचित् सूत्रेषु तत्र आदेशः उच्यते स्थानी अस्ति आदेशः उच्यते परन्तु तत्र स्थानिनः अपि बहवः सन्ति आदेशाः अपि बहवः सन्ति यदि समसम्यक् सङ्ख्यकाः सन्ति यावन्तः स्थानिनः तावन्तः आदेशाः सन्ति चेत् तत्र क्लेशः नास्ति. यथासङ्ख्यम् अनुदेशसभानाम् इत्यनेन निर्णयः शक्यते. परन्तु यत्र द्वयोः समसङ्ख्या नास्ति बोत् आफ् देम् आर् नाट् ईक्वल् आदेशाः अपि च स्थानिनः तदानीं कथं निर्णयः इति प्रश्ने सति तदानीमेव स्थाने अन्तरतमः इति सूत्रस्य आवश्यकता अस्ति. तर्हि तत्र स्थानिनः स्थाने कः वर्णः आदिष्टः भवेत् इति एकः स्थाने यणादेशः उच्यते चेत् तत्र इक्वर्णस्य स्थाने यणादेशः यण्वर्णेषु कः वर्णः आदिष्टः भवेत् इति यदि प्रश्नः भवति तदानीं तत्र स्थानेन्तरतमः इति सूत्रेण निर्णयः शक्यते. तर्हि स्थानेन्तरतमः इति सूत्रस्य अर्थः कः इति द्रष्टव्यम्. अनन्तरं तस्मात् पूर्वं तत्र स्थानम् इति शब्दः अस्ति. स्थानेन्तरतमः इति सूत्रे स्थानम् इति शब्दः अस्ति. स्थानम् इत्युक्ते किं? तर्हि कति स्थानानि भवन्ति, स्थानं कुत्र भवति इत्यादि प्रश्नः भवन्ति. तस्य विषये अत्र किञ्चित् पठामः. तत्र वस्तुतः वयं जानीमः एव, अस्माकम् अनुभवः अस्ति, स्थानानि इत्युक्ते मुखस्य अन्ते. तत्र आस्यम् आस्यम् इत्युक्ते मुखं, मुखस्य अन्ते स्थानानि भवन्ति उच्चारणस्थानानि. यथा कण्ठः, तालु, मूर्धा, दन्ताः, ओष्टौ इति एतानि स्थानानि सन्ति. च नासिका इत्यपि स्थानि, मुखस्य बहिः अस्ति नासिका, नासिकायाः अपि स्थानत्वम् अस्ति. तर्हि एतेषां तत्र उच्चारणस्थानानि इति वयं वदामः. तर्हि इदानीं कस्य वर्णस्य किम् अस्ति उच्चारणस्थानम् इति प्रश्ने सरि सति तत्र सूत्ररूपेण एव कौमुद्यां दीयते. यथा अकुह विसर्जनीयानां कण्ठः इति. तर्हि अकुह विसर्जनीयानां कण्ठः इत्युक्ते किम् इति चेत् अकारः, कु इत्युक्ते कवर्ग्यवर्णः, हकारः, विसर्गाः एतेषां स्थानमस्ति कण्ठः. इचुयशानां तालु इति वदामः चेत् तत्र इकारः, चु च वर्ग्यवर्णः, यकारः, तालव्यशकारः एतेषां तालु. ऋटुरसाणां मूर्धा इति वदामः चेत् ऋकारः, टवर्ग्यवर्णः, रेपः, षकारः, कृष्णषकारः एतेषां मूर्धा, मूर्धा इति संज्ञा. अनन्तरं लुतु लसानां दन्ताः इति चेत् लु तु सवर्गीय लकारः, सकारः एतेषाम् उच्चारणस्थानमस्ति दन्तः, दन्ताः. अनन्तरं उपपद्मानीयानाम् ओष्टौ इति वदामः चेत् तत्र पवर्गीय उकारः, पवर्गीयवर्णः, अनन्तरम् उपु इत्युक्ते उपद्मानीयानां तत्र ओष्टस्थानम्, ओष्टौ इति स्थानम्. अनन्तरं ञमगणानां ञकारः, मकारः, ङकारः, णकारः, नकारः एतेषाम् उच्चारणस्थानमस्ति नासिका इति. तत्र नासिका च इत्युक्ते एतेषाम् उच्चारणस्थानं तत्तद्वर्गे अपि अस्ति. यदि कवर्गः, कवर्गस्य कण्ठः इति वदामः चेत् तत्र पञ्चमवर्णस्यापि कण्ठस्थानम् अस्ति. तत्र कवर्गस्य पञ्चमवर्णः मकारः, तस्यापि कण्ठस्थानमपि अस्ति, नासिकास्थानमपि अस्ति. एवमेव सर्वेषाम् अनुनासिकवर्णानां तत्तत् वर्गीयस्थानमपि अस्ति. यथा तत्र चवर्गस्य स्थानं तालु इति वदामः चेत् चवर्गस्य पञ्चमवर्णस्य स्थानमपि तालु अस्ति, अपि च नासिका अपि अस्ति. एवमेव टवर्गस्य अणकारस्य मूर्धन्यस्थानमपि अस्ति, नासिकास्थानमपि अस्ति. सवर्गस्य नकारस्य दन्ताः इति स्थानमपि अस्ति, नासिका इति अपि अस्ति. तदनन्तरम् एदैतौ कण्ठतालु इति वदामः चेत् एकारः ऐकारः अनयोः स्थानं कण्ठतालु. ओदौतौ ओदौतोः कण्ठौष्टम् इत्युक्ते ओकार औकार अनयोः स्थानमस्ति कण्ठौष्टं, कण्ठः अपि च ओष्ठस्थानं. वकारस्य दन्तोष्टं, वकारस्य उच्चारणार्थं दन्तस्य स्थानमपि अस्ति, ओष्ठस्य स्थानमपि अस्ति. अनन्तरं जिह्वामूलीयस्य जिह्वामूलम् इति स्थानं, नासिकायाः अनुस्वारः इति स्थानम् इति तत्र स्थानानि सन्ति. तत्पश्चात् तत्र यत्नः, तत्र उच्चारणार्थं यत्नः भवति. यत्नः द्विधा, आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इति. तर्हि आभ्यन्तरप्रयत्नः इत्युक्ते मुखस्य अन्ते कश्चन प्रयत्नः, मुखे एव कश्चन प्रयत्नः, उच्चारणार्थं कश्चन प्रयत्नः आभ्यन्तरप्रयत्नः इति वदामः. मुखात् बहिः इत्युक्ते तद् बिलोद कण्ठ, बिलोदकण्ठ तत्र किं तत्र घोषतन्त्री भवति खलु, घोषतन्त्री तत्र ओकल् कार्ड् तत्र अधः प्रयत्नः भवति, नाभेः आरभ्य कश्चन प्रयत्नः भवति. तदेव तत्र बाह्यप्रयत्नः, यत्र वायोः प्रसरणं भवति तत्रैव बाह्यप्रयत्नः इति वदामः. तर्हि तत्रापि आभ्यन्तरप्रयत्नेषु अपि पञ्चधा विभागः अस्ति. स्पृष्टप्रयत्नः, ईषत्स्पृष्टप्रयत्नः, ईषद्विवृतः, विवृतः, संवृतः इति भेदाः सन्ति. तर्हि तेषां भेदः कः इति अग्रे पश्यामः. अनन्तरं बाह्यप्रयत्नः इति वदामः चेत् विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः इति भेदाः सन्ति. तर्हि इदानीं प्रश्नः अस्ति, कस्य स्थानस्य किम् उच्चारणस्थानं, किं तत्र कः आभ्यन्तरप्रयत्नः, कः बाह्यप्रयत्नः इति कोष्ठरूपेण अत्र कौमुद्यां दत्तमस्ति. पश्यन्ति चेत् अत्र प्रथमं तत्र स्थानानि उच्यन्ते, अत्र प्रथमकोष्टके स्थानानि उच्यन्ते, वर्णानां स्थानानि यत् इदानीमेव सूत्ररूपेण मया उक्तं तदेव तत्र कोष्ठरूपेण दीयते. तत्पश्चात् तत्र अग्रिमकोष्टके आभ्यन्तरप्रयत्नः अपि च बाह्यप्रयत्नः एतेषां अत्र कोष्टकम् अस्ति. तर्हि इदानीम् एकवारं तत्र पठामः. अस्तु, तत्र उषाभगिनी आरम्भं करोति वा, तुल्यास्य प्रयत्नं सवर्णम् इति आरभ्य. आं भगिनि, तुल्यास्य प्रयत्नं सवर्णं, ताल्वादिः ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः च इति एतद्वयं यस्य येन तुल्यं तन्मितः सवर्णसंज्ञं स्यात्. ऋ लृ वर्णयोः मितः सावर्ण्यं वाच्यम्. ताल्वादिस्थानं तालु, कण्ठतालु, मूर्ध, दन्त्य, ओष्ठ इति ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः. आभ्यन्तरप्रयत्नः भगिनी उक्तवती, आभ्यन्तरप्रयत्नः अग्रे दत्तं, स्पृष्ट इत्यादि, स्पृष्ट ईषत् स्पृष्ट इत्यादि, स्पृष्ट ईषत् स्पृष्ट ईषद्विवृतं तु मुखस्य अन्तः भवति. आभ्यन्तरप्रयत्नः तत्तु बाह्यप्रयत्नः, विवार संवार श्वास इति. आभ्यन्तरप्रयत्न स्पृष्ट स्पृष्ट ईषत् स्पृष्ट ईषद्विवृत इत्यादि. आभ्यन्तरप्रयत्नः मुखे, मुखस्य अन्ते. ताल्वादिस्थानं, ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः च इति एतद्वयम् इति एतद्वयं यस्य येन तुल्यं यस्य वर्णस्य यस्य वर्णस्य तुल्यम् अताल्वादि स्थानम् आभ्यन्तरप्रयत्नः इत्यादि आदेशस्य वर्णस्य कृते तुल्यं तन्मितः तन्मितः अत्र अत्र किं पश्यतु अत्र ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः एतद् द्वयं यस्य वर्णस्य येन वर्णेन तुल्यं तयोः परस्परं सवर्णसंज्ञा स्यात् तन्मितः इति परस्परं यस्य येन द्वयोः वर्णयोः मध्ये यस्य वर्णस्य येन येन विधेन वर्णेन येन वर्णेन तुल्यं परस्परं तुल्यं सवर्णसंज्ञं स्यात् ऋ लृ वर्णयोः ऋ लृ वर्णयोः मितः ऋ इति न वदामः तत्र ल इति वदामः ऋ लृ आं भगिनि ऋ ल ओके ऋ ल वर्णयोः मितः सावर्ण्यं वाच्यं रकार ऋकार लकारः लृ ल वर्णयोः मितः वर्णयोः मितः इत् वर्णयोः परस्परं परस्परम् ओके ओ तन्मितः मितः ओके ओके तत् मितः हियर् अत्र मितः ओके मितः इति परस्परम् ओके ऋ लृ ऋ लृ वर्णयोः मितः सावर्ण्यं वाच्यं सावर्ण ऋ वर्णयोः कृते लृ वर्णयोः अपि सावर्ण्यम् इति उच्यते सावर्ण्यम् इति वक्तव्यम् इति तत्र वार्तिकमस्ति किमर्थं तत्र तथा उच्यते तत्र लु ऋ अनयोः सावर्ण्यं भवति वा ऋ इति दन्त्य दन्त्यस्थान न न न ऋ इति मूर्धन्यस्थान लु इति दन्त्यस्थान तर्हि कथं सावर्ण्यं भवितुम् अर्हति स्वरः स्वरः भवती उक्तवती ऋकारस्य मूर्धन्यस्थानं तत्र लु इत्यस्य दन्त दन्तः इति स्थानम् इदानीं तत्र भवती उक्तवती लक्षणं सवर्णस्य लक्षणं किं सावर्णस्य तन्मितः यस्य येन तुल्यं तन्मितः स्थानम् अपि च अभ्यन्तरप्रभ्यन्तर ययोः वर्णयोः समानः तयोः सावर्ण्यम् इत्युक्तं परन्तु इदानीम् उच्चारणस्थानमेव भिन्नं खलु आं भगिनि आम् अतः सवर्णसंज्ञा न स्यात् परन्तु तथापि अत्र व्याकरणदृष्ट्या इष्यते सावर्ण्यम् इष्यते इति कृत्वा तत्र वार्तिकमुक्तं लु ऋ वर्णयोः परस्परं परस्परं सावर्ण्यम् समीचीनं धन्यवादः धन्यवादः भगिनि अस्तु तर्हि इदानीम् अग्रे राजी भगिनी पठति वा आं भगिनि पठामि अकुहविसर्जनीयां कण्ठः इच् इचयशानां तालु ऋटुरसानां मूर्धा ऋतुलसानां दन्ताः उपु उपु उपध्यमानीयानाम् ओष्ठौ गणनानां नासिका च एदैतोः कण्ठतालु ओदौतोः कण्ठोष्ठं वकारस्य दन्तोष्ठं जिह्वामूलीयस्य जिह्वामूलं नासिका अनुस्वारस्य यत्नो द्विधाभ्यन्तरो बाह्य अकारः कवर्गः क ख ग घ ङ हकारः विसर्गः एतेन वर्णानां स्थानं कण्ठः ई वर्णः चु छच्छ जजन्य चचजन यकारः षकारः एते वर्णाः उच्चारणस्थानं तालु नृ रेपः मूर्धन्यषकारः एते वर्णानां स्थानं मूर्धा देन् ल तथा दधा न लकारः सकारः एते वर्णानाम् उच्चारणस्थानं दन्ताः देन् ऊ वर्णः देन् प फ ब भ म देन् उपद्मानीयवर्णाः एते वर्णानां स्थानं तु ओष्ठौ देन् ञ म ङ न न एते वर्णानां स्थानं नासिका देन् ए देन् ऐ ए ऐ द्वयोः वर्णयोः स्थानं कण्ठ अपि च तालु देन् ओ तदनन्तरम् औ एते वर्णयोः स्थानं कण्ठः अपि च ओष्ठं बकारस्य व वर्णस्य स्थानं दन्तः देन् जिह्वामूलस्य स्थानं जिह्वामूलं नासिकास्य स्थानम् अनुस्वारस्य इति एतत् सूत्रतः वयम् अवगन्तुं शक्नुमः. बहु समीचीनं भगिनि, धन्यवादः. जिह्वामूलम् इत्युक्ते जिह्वायाः मूलभागः इत्यर्थः. समीचीनम्. एतावता कोऽपि प्रश्नः अस्ति वा? स्पष्टं खलु स्थानानां विषये? स्पष्टम्. अस्तु, तर्हि इदानीं ततः अग्रे अत्र शोभा भगिनी अग्रे पठतु कृपया. आं भगिनि, तत्र एकक्षणं भगिनि. यत्नः यत्नः तत्र चाट् अस्ति तदेव किल? न न, तत्र कौमुदी मम स्क्रीन् दृश्यते वा? हा दृश्यते. यत्नः द्विधा. अस्तु अस्तु, त्रयोदशपुटं भगिनि. यत्नो द्विधा आभ्यन्तरो बाह्यश्च आद्यः पञ्चधा स्पृष्टे स्पृष्टे सत् स्पृष्टे षद् विभज्य पठत. स्पृष्टे षत् स्पृष्ट स्पृष्ट ईषत् स्पृष्ट ईषत् विवृत विवृत संवृत भेदात् तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ईषत् स्पृष्टम् अन्तः अन्तःस्थानम् ईषद् विवृत विवृतम् ऊष्माणं विवृतं स्वराणां ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम् प्रक्रिया प्रक्रियात् आशायां प्रक्रियादशायाम् ओ क्षम्यता प्रक्रियादशायां तु विवृतम् एव बाह्यप्रयत्नवत् आम् तत्र अस्तु. तर्हि तत्र आभ्यन्तरप्रयत्नाः इति किम् इति दृष्टवन्तः. यत्नः इत्युक्ते तत्र प्रयत्नः द्विविधा आभ्यन्तर अपि च बाह्यप्रयत्नः आभ्यन्तरप्रयत्नः इति. आद्यः पञ्चधा आद्यः इति स्पष्टं नास्ति. आद्यः इत्युक्ते तत्र आद्यः इत्युक्ते आदिमस्य भावः आद्यः. आद्यः इत्युक्ते प्रथमः. आद्यः पञ्चम आदिमस्य तेषां पञ्चधा विभजितं स्पृष्टः ईषत् स्पृष्टः ईषद् विवृतः विवृतः संवृतः इति भेदेन तत्र स्पृष्टं प्रयत्नम् अत्र आद्यः इत्युक्ते किम्? आद्यः आदौ इदानीं पूर्वं तत्र द्विधा इत्युक्तं खलु. यत्नः द्विधा आभ्यन्तरप्रयत्नः बाह्यश्च तयोः आद्यः कः? आभ्यन्तरः आद्यः अस्तु. आदिमः कः? आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः तयोः आदिमः कः? आदिमः आभ्यन्तर एव. अतः आभ्यन्तरप्रयत्नः पञ्चधा. तत्र तर्हि तत्र स्पृष्टाः ईशत् आगतं खलु आद्यः इत्युक्ते यद् उक्तं पूर्वं यत्नः द्विधा इत्युक्तम् आभ्यन्तरप्रयत्नः बाह्यश्च इत्युक्तं तयोः मध्ये आद्यः कः आभ्यन्तरप्रयत्नः आभ्यन्तरप्रयत्नः पञ्चधा इत्युक्ते तत्र प्रथमम् आभ्यन्तरप्रयत्नः एव भवति तदनन्तरं बाह्यप्रयत्नः न तथा नास्ति अत्र विवरणवेलायाम् अत्र यद् तत्र ग्रन्थे उक्तं यत्नः द्विधा इति उक्तं तर्हि इदानीं विवरणं दीयते यत्नः द्विधा इति उक्तं तर्हि तत्र प्रश्नः भवति आभ्यन्तरप्रयत्नः इत्युक्ते किम् इति प्रश्नः भवति तस्य विवरणम् अग्रे दीयते तत्र यत्ने द्विविधा आभ्यन्तर इति प्रथमा अस्तु He's just describing it. So, तस्य विवरणम् अग्रे दीयते तावदेव प्रथमम् एतद् भवति इति नास्ति ओ अस्तु अस्तु अस्तु अवगतम् तर्हि तत्र आद्यः पञ्चधा इत्युक्ते आभ्यन्तरप्रयत्नः पञ्चधा ते सन्ति स्पृष्ट ईषत् स्पृष्ट स्पृष्ट विवृत संवृत इति तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् इत्युक्ते आभ्यन्तरप्रयत्ने स्पर्शानां स्पृष्टः इति ईषत् स्पृष्टम् अन्तःस्थानम् अन्तःस्थानम् इति अन्तःस्थाः इति अस्तु तत्र अन्तःस्थाः इत्युक्ते अन्तःस्थाः इत्युक्ते अत्र पश्यतु अन्तःस्थाः इत्युक्ते यवराल इति वर्णाः अन्तःस्थाः अस्तु अपि च ईषद् विवृतम् ऊष्माणां तत्र ऊष्मणः इति एतेषाम् उच्चारणार्थं तत्र उष्णवायुः बहिः आगच्छति अपि च विवृतं स्वराणाम् इत्युक्ते तत्र स्वराणाम् इति उक्त्वा सर्वे स्वराः इति भवति वा अस्तु अपि च ह्रस्वस्य आवर्णस्य प्रयोगे संवृतम् ह्रस्व आवर्णस्य कृते एव संवृतम् इति तत्र किं नामकरणं प्रक्रिया दशायां तु विवृतम् एव इत्युक्ते तत्र ह्रस्व आवर्णस्य प्रयोगे संवृतं किन्तु यदा प्रक्रियां कुर्मः तत्र तु विवृतम् एव भवति तस्य अपि च बाह्यप्रयत्न एकक्षणं धन्यवादः भगिनि इदानीं ओके अत्र पश्यन्तु स्पृष्टः इत्युक्ते तत्र सर्वाणि व्यञ्जनानि सर्वाणि व्यर्गीयव्यञ्जनानि तेषां प्रयत्नः स्पृष्टः तर्हि तत्र किं भवति इति चेत् स्पृष्टः इति किमर्थं वदामि स्पर्शनम् इति उच्यते खलु अत्र स्पर्शनं स्पर्शः इत्युक्ते कयोः स्पर्शः कस्य स्पर्शः इति चेत् तत्र इदं वाक्यम् अत्र कः तत्र विजया भगिनी पठति वा पठामि महोदय आभ्यन्तरप्रयत्न स्पृष्टः वर्गीयव्यञ्जनानि सर्वे एतेषु पावर्गीयाणाम् उच्चारणे ओष्टयोः स्पर्शः भवति एतेषु वर्गीय एतेषु वर्गीयानाम् उच्चारणे ओ अस्तु भगिनि एतेषु प वर्गीय नास्ति वा प नास्ति वर्गीयानाम् उच्चारणे वर्गीयानाम् उच्चारणे ओष्टयोः स्पर्शः भवति उच्चारणम् ओष्टः एव अत्र न न क्षम्यतां, तत्र एतेषु पवर्गीयानाम् उच्चारणे ओष्टयोः स्पर्शः भवति, अन्येषाम् उच्चारणे, सत्यं, पठतु तथैव पठतु. एतेषु पावर्गीय उच्चारणे ओष्टयोः स्पर्शः भवति, लिप्स् मध्ये एतत् ओष्टयोः स्पर्शः भवति, अन्येषाम् उच्चारणे स्थानानां जिह्वायाः च स्पर्शः भवति. स्पर्शः भवति इत्यतः स्पृष्टः यत्नः, अत्र ओष्टयोः स्पृष्टः भवति, एतत् स्पर्शनं भवति अत्र, अतः स्पृष्टः इति भवति वर्गीयव्यञ्जनानि. वर्गीयव्यञ्जनानां यदा तत्र कवर्गात् आरभ्य पवर्गस्य अन्तिमवर्णः मकारपर्यन्तं यदा उच्चारणं भवति तदानीं स्पर्शनं भवति. तर्हि तत्र पवर्गं विहाय अन्येषां वर्गीयव्यञ्जनानाम् उच्चारणार्थं तत्र स्थानम् अपि च जिह्वा अनयोः स्पर्शः भवति इति कृत्वा स्पृष्टः. पवर्गस्य कृते किम् इति चेत् ओष्टयोः स्पर्शनं भवति इति कृत्वा स्पृष्टः. आम् महोदय, अग्रिमम्. ईषत् स्पृष्टः, अत्र ईषत् य र ल व एतेषाम् उच्चारणे अल्पः प्राणः, ईषत् किञ्चित् स्पर्शः भवति, अतः एते ईषत् पृष्टाः. यार लव अत्र उच्चारण अल्पः एव, महाप्राण नास्ति, अल्पप्राणः एव अत्र उपयोगं कुर्मः, अतः अल्पस्पर्शः भवति. एतदेव ईषत् पृष्टाः इति भवति, खलु भगिनि? सत्यं, तत्र अत्रापि स्पर्शनमस्ति, तत्र यर लव इति अन्तस्थाः, एतेषाम् उच्चारणार्थमपि स्पर्शः अस्ति, परन्तु स्पर्शनं अल्पम् अस्ति, अधिकं नास्ति. यदि वयम् उच्चारणं कुर्मः वयमेव अवगन्तुं शक्नुमः. तत्र स्पर्शनं अल्पस्पर्शनम् अस्ति. अग्रे अनन्तरं विवृतः, स्वराः श श स ह, एतेषाम् उच्चारणे स्थानानां जिह्वायाः च स्पर्शः न भवति, अतः एतौ विवृत्ताः. तत्र जिह्वायां जिह्वायाः अन्ते एतत् स्पर्शः नास्ति एव, श श स ह, अतः एते विवृत्ताः भवन्ति. स्पर्शाः अत्र जिह्वायाः न भवति, स्पर्शनं न भवति एव. समीचीनम्, अग्रिमम्. संवृत्तः आ एव ह्रस्वः भवति, तावदेव, अत्र अन्य कोऽपि वर्णः नास्ति एव. संवृत्तः इत्युक्ते ह्रस्वः, तत्र ह्रस्व अकारस्य उच्चारणार्थं मुखस्य उद्घाटनं न भवति. अ इति वदामः चेत् मुखस्य किञ्चिदेव उद्घाटनं भवति. यदि आ इति वदति तर्हि तत्र उद्घाटनम् अधिकं भवति, परन्तु अ इति वदति चेत् स्वल्प अल्पमेव भवति उद्घाटनं. तर्हि तत्र संवृत्तः इति वदामः. अस्माकं लोके व्यवहारे यदा वयं वदामः अ इति वदामः तदानीं तत्र आभ्यन्तरप्रयत्नः अस्ति संवृत्तः. परन्तु पाणिनीय अष्टाध्यायां यदा व्यवहारः भवति प्रक्रियादशायां तदानीम् अकारस्य संवृतः इति आभ्यन्तरप्रयत्नः न स्वीक्रियते, विवृतः एव स्वीक्रियते. नो चेत् तत्र सूत्राणां कार्यं न भविष्यति. यदि तत्र इदानीम् अकः सवर्णे दीर्घः इत्यादि सूत्राणि सन्ति खलु, तत्र अकारः योगः अकारः इत्यत्र आ इति वदामः, दीर्घ अकारः इति वदामः. यदि तत्र अथवा ह्रस्व अकारः योगः आकारः तर्हि दीर्घ अकारः इति वदामः. तर्हि तत्र यदि ह्रस्व अकारस्य संवृतः इति आभ्यन्तरप्रयत्नः अस्ति तर्हि अकार आकारयोः सावर्ण्यमेव न भविष्यति, सावर्ण्यसंज्ञा एव न भविष्यति, यतोहि तत्र ह्रस्वकारस्य संवृतप्रयत्नः इति चेत्. तदर्थं प्रक्रियादशायाम् अकारस्य विवृतप्रयत्नः, परन्तु प्रक्रियायाः न अनन्तरं यदि वयं लोके व्यवहारं कुर्मः तदानीम् अकारस्य संवृतः एव आभ्यन्तरप्रयत्नः. भगिनी संवृतः इत्युक्ते अर्थं किम्? संवृतः इत्युक्ते तत्र संवृत् इति संज्ञा अस्ति, संवृतः इति संज्ञा अस्ति. अर्थः कः इति चेत् मुखस्य उद्घाटनम् अधिकं न भवति. यदि अ इति वदति चेत् स्वल्पमेव उद्घाटनं भवति. आ इत्यस्य अपेक्षया अ इत्यस्य उच्चारणार्थं मुखस्य उद्घाटनं, यु ओपन् युर् मौत् ओन्ली वेरि लिटिल् आ. वेन् यु से आ, यु आर् ओपनिङ्ग् युर् मौत् वैड् आ. खलु संवृतं परन्तु विवृताः अपि अ इ उ एते स्वराः अपि किञ्चित् अपि मुखस्य उद्घाटनं भवति किल. यदि यदि विवृताः इति इति कालमध्ये स्वराः अ इ उ ऋ ल् ए ऐ ओ ऐ औ एते स्वराः अपि किञ्चितपि किञ्चितेव वयं मुखस्य उद्घाटनं कुर्मः किल. किमर्थं एते स्वराः विवृताः अन्ये अन्ये संवृतः इति भेदः अस्ति? न, परन्तु तत्र अकारस्य आकारस्य एव तादृशभेदः, अन्येषां तादृशभेदः नास्ति. अकारस्य आकारस्य एव तादृशभेदः. यदा ई उ इत्यादि वदति तत्र तु मुखस्य स्वल्पमेव उद्घाटनं भवति इति नास्ति खलु. कथं तथा वदति आ इ उ, मुखस्य स्वल्पम् उद्घाटनं नास्ति तत्र. पश्यतु तत्र अ इत्यस्य विषये एव तत्र स्वल्प उद्घाटनमस्ति, अन्येषां विषये तादृशं नास्ति. आ इ उ ऋ तत्र मुखस्य सर्वं भगिनि सत्यमेव. अतः केवलम् अकार आकारयोः एव तादृशभेदः, अन्यत्र नास्ति तादृशभेदः. अस्तु, एतावता कोऽपि प्रश्नः अस्ति वा? एतेषां स्पर्शाणां, स्पर्शाणाम् इत्युक्ते सर्वेषां वर्गीयव्यञ्जनानि, ईषत् स्पृष्टः इत्युक्ते अन्तस्थाः, यव यरलव, ईषत् विवृतः इत्युक्ते तत्र ऊष्माणां, तत्र ष ष सः, एण्ड् देन् विवृतम् इत्युक्ते स्वराः, अनन्तरं ह्रस्व अकारस्य प्रयोगदशायाम् इत्युक्ते व्यवहारे, लोकव्यवहारे यदा वयम् उच्चारणं कुर्मः तत्र संवृतं, परन्तु प्रक्रियादशायां विवृतं. तावदवगतं चेत् अग्रिमे. महोदय, अत्र विवृतः ह्रस्व अकार विहाय अन्यस्वरः, अन्यस्वरः अन्यस्वरः केवलं लोके लोकव्यवहारे तथा दीर्घ अकारः आरभ्य हा, परन्तु पाणिनीयप्रक्रियायां सर्वे स्वराणां विवृतमेव. यदा सूत्रस्य व्यवहारः यदा प्रक्रियां कुर्मः तदानीं सर्वेषां स्वराणां तत्र अभ्यन्तरप्रयत्नः विवृतमेव. अस्तु, अवगतं वा? अग्रे बाह्यप्रयत्नः इति पश्यामः. तत्र उम्मा भगिनी पठति वा? उमा भगिनी अस्ति वा? नास्ति वा? लक्ष्मी भगिनी पठतु. आं भगिनि, भगिनि अत्र प्रक्रियादशायाम् इत्युक्ते अस्य अर्थः कः? कः प्रक्रिया इत्युक्ते पाणिनिसूत्रस्य व्यवहारार्थम् इत्युक्ते तत्र कुत्रचित् किं किं तत्र देवालयः, देव प्लस् आलयः इति इदानीं सन्धिः करणीयः. देव प्लस् आलयः, इदानीं देव इत्यत्र यः आकारः अस्ति तस्य इदानीम् आभ्यन्तरप्रयत्नः कः इति चेत् विवृतमेव, न तु संवृतम्. यतोहि विवृतम् अस्ति चेदेव तत्र सवर्णदीर्घसन्धिं कर्तुं शक्नुमः. यदि तत्र ह्रस्वाकारस्य संवृतः प्रयत्नः इति स्वीकुर्मः चेत् अकार देवस्य देव आलयः अकार आकारयोः सावर्ण्यमेव न स्यात्. यतोहि एकस्य उच्चारणस्थानं भिन्नम्, एकस्य आभ्यन्तरप्रयत्नः भिन्नः, अन्यस्य आभ्यन्तरप्रयत्नः भिन्नः, अनयोः सावर्णमेव नास्ति, अतः सवर्णदीर्घः इति न भवितुम् अर्हति. अस्तु अस्तु पठामि. बाह्यप्रयत्नस्तु एकादशधाः विवारः संवारः श्वासो नादो. एकादशदाः नास्ति, एकादशधा एकादशधाः दाः नास्ति. पञ्चदा दशदा इति तत्र पञ्चदा इति अव्ययमस्ति. हा अत्र एकादशधाः इति विधाः इति अर्थे विधः नास्ति. विधदा एकादशदा तावदेव. ओ एकादशधा अस्तु, विसर्गः नास्ति इति. अस्तु अस्तु. बाह्यप्रयत्नः अस्तु एकादशधा. विवारः संवारः श्वासो नादु कोशो अकोशो अल्पप्राणो महाप्राण उदात्तो अनुदात्तः स्वरितः च इति. खरो विवाराः श्वासा अघोषाः च. हषः संवारः नादाः घोषाः च. वर्गाणां प्रथमतृतीयपञ्चमाः यन् अल्पप्राणाः. वर्गाणां द्वितीयचतुर्थौ यणश्च अल्पप्राणाः. यणश्च अल्पप्राणाः. वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः. कादयः मावसानाः स्पर्शाः. यणोन्तस्थाः शलः उष्माणः. अचः स्वराः. अख् इति कखाभ्यां प्राग् अर्थविसर्गसदृशो जिह्वामूलीयः. अप् अप् इति पाभ्यां प्राक् अर्थविसर्गसदृशः अर्धविसर्गः. तत्र अर्धविसर्गः बालकः पठति इति वदति चेत् बालकः पठति. आं तत्र अर्धविसर्गः. अस्तु अग्रे. इति पाभ्यां प्राक् अर्थविसर्गसदृशः उपत्मानीयः. अम् अह इत्यचः परौ अनुस्वारविसर्गौ. अत्र बाह्यप्रयत्नस्य विषये उक्तमस्ति एकादशधा सन्ति. विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितः च इति एकादशधा. तेषु खरः विवाराः इति उक्तम्. खरः इति प्रत्याहारः अस्ति वा भगिनि? खर् प्रत्याहारः. अस्तु. कर्कषव्यञ्जनानि बाह्यप्रयत्नः विवारः इति उक्तं. श्वासाः अघोषाः च. श्वासाः इत्युक्ते इदानीमहं वदामि किञ्चित् एकक्षणम्. तर्हि तत्र बाह्यप्रयत्नः एकादशदा इति उक्तं. तर्हि तत्र विवारः इत्युक्ते गलविलस्य विकासात् विवारः भवति. इत्युक्ते तत्र यदा इदानीम् उक्तं विवृतमिति यथा उक्तं तत्र मुखस्य उच्चारणार्थं तत्र मुखः सम्पूर्णतया उद्घाटितः भवति चेत् तत्र विवारः इति उच्यते. ओपनिङ्ग् योर् मौत् फुल्लि, दट् इस् विवारः. संवारः इत्युक्ते गलविलस्य सङ्कोचात् संवारः भवति. सङ्कोचः भवति इत्युक्ते युर् नाट् ओपनिङ्ग् इट् टु मच्, स्वल्प उद्घाटनमुखस्य, तदेव संवारः. श्वासः इत्युक्ते तत्र वायोः आरोह अवरोहक्रमः. वायोः आरोह अवरोहक्रमः. यदा वायुः तत्र वायुः तत्र घोषतन्त्रौ तत्र वायुः गच्छति, निस्सरति गच्छति खलु वायुः. तदेव तत्र श्वासः इति वदामः. वायोः आरोह अवरोहक्रमः. अनन्तरं नादः इत्युक्ते ध्वनिः. वर्णोच्चारे ध्वनिविशेषः. नादः इत्युक्ते ध्वनिः इति अर्थः. घोषः इत्यनेन इत्युक्ते तत्र घोषः इत्युक्ते तत्र बज़िङ्ग् कैण्ड् आफ़् सौण्ड्. वर्णेन सह श्वासस्य श्वासेन सह तत्र वर्णेन श्वासस्य तत्र गम्भीरतया ध्वनिविशेषः इत्युक्ते ध्वनिः एव परन्तु इट् इस् कैण्ड् आफ् अ बज़िङ्ग् कैण्ड् आफ् सौण्ड् मिक्स्ड् वित् वित् वायु अघोषः इत्युक्ते तत्र स्वल्पध्वनिः स्वल्पध्वनिः अल्पप्राणः महाप्राणः इति तु वयं जानीमः इत्युक्ते अत्र अत्र किं तत्र किम् अवगन्तव्यम् इति चेत् बाह्यप्रयत्नः इत्युक्ते अस्माकं कण्ठात् बहिः प्रयत्नः भवन्ति तत्र नाभितः वायुः निस्सरति तत् कथं तत्र ध्वनिरूपेण बहिः मुखात् आगच्छति इति तत्र प्रयत्नः कम्प्लीट्लि सैण्टिफिक् तत् कथं वायुः गच्छति बहिः गच्छति तत्र कथं निस्सरति कुत्र गच्छति कथं निस्सरति इति सर्वं तत्र सैण्टिफिक् रूपेण अत्र दत्तमस्ति विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः अल्पप्राणः इत्युक्ते तत्र यदि तत्र अ इति वदामः चेत् अस्माकं मुखस्य बहिः एकं कागदम् अस्ति चेत् अ इति वदामः चेत् तत्र कागदस्य अधिकं तत्र चलनं न भवति परन्तु आ इति वदामः चेत् इतोपि अधिकः वायुः निस्सरति तदानीं तत्र तत्र कागदस्य चलनं भवति तत्र महाप्राण अल्पप्राणयोः विषये इत्युक्ते तत्र क इति वदामः चेत् तत्र चलनं न भवति कागदस्य परन्तु ख इति वदामः चेत् तत्र वायुः अपि निस्सरति तदेव महाप्राणः इति तत्र बाह्यप्रयत्नाः सन्ति निवारः संवारः इत्युक्ते मुखस्य उद्घाटनस्य विषये अस्ति श्वासः इत्युक्ते वायोः क्रमः कुत्र वायुः कथं निस्सरति नादः इत्युक्ते ध्वनिः घोषः इत्युक्ते तत्र विज़िङ्ग् तत्र विज़िङ्ग् इत्युक्ते अधिकं ध्वनिः नास्ति परन्तु स्वल्पं स्वल्पध्वनिः परन्तु तत्र मिश्रितमस्ति वायोः मिश्रणं भवति अघोषः इत्युक्ते तत्र स्वल्पं ध्वनिः अस्ति स्वल्पं ध्वनिः अस्ति तत्र अघोषः घोषस्य तत्र विपरीतक्रमः अल्पप्राणः महाप्राणः इति बाह्यप्रयत्नाः एते बाह्यप्रयत्नाः अत्र अधिकं विवरणं मया न दत्तम् अत्र अधिकं विवरणं ज्ञातुम् इच्छन्ति चेत् अत्र शिक्षाशास्त्रमेव पठनीयं तत्र सम्पूर्णतया अवगन्तुम् इच्छन्ति चेत् शिक्षाशास्त्रं पठनीयं पाणिनीयशिक्षा इति ग्रन्थं पठामः चेत् इतोपि अधिकं ज्ञानं भवति इदानीम् अत्र पश्यामः चेत् तत्र इदानीं भगिनी विवृणोतु अत्र खरः इत्युक्ते विवारः इति विवृणोतु खरः इति खर् प्रत्याहारे ये वर्णाः सन्ति ते खरः तादृश एते वर्णाः विवारः श्वासः अघोषाः च सन्ति इति उक्तम् अत्र विवाराः इति मुखं पूर्णतया उद्घाटयति चेत् विवारः इत्युक्ते खर् प्रत्याहारे ये वर्णाः सन्ति तेषां कृते बाह्यप्रयत्नः बाह्यप्रयत्नस्य कृते सम्पूर्णतया मुखम् उद्घाटनं भवति इति उक्तम् तथा एव श्वासः वदति चेत् ख इति वदति चेत् उद्घाटनं भवति खलु ख हा हा सर्वत्र भवति खलु सत्यं श्वासः इति वायोः आरोहणावरोहणक्रमः अस्ति तत् खरः इत्यत्रापि कथम् इति वायुः आवश्यकः खलु वायोः निस्सरणम् अस्ति खलु कथम् इति इदानीं मास्तु तत् कथमिति इदानीं मास्तु परन्तु वायुः बहिः आगच्छति इति तु ज्ञातुं शक्नुमः तावत् तथैव अघोषः इति खरप्रत्याहारे कश्चन वर्णः स्वीकरोति अघोषः इति स्वल्पमेव ध्वनिः बहिः आगच्छति तस्य बाह्यप्रयत्नः अपि स्वल्पध्वनियुक्तः अस्ति इति उक्तमस्ति ततः परं हर्षः संवारः नादाः घोषाः च हर्ष् प्रत्याहारे ये वर्णाः सन्ति तेषां कृते बाह्यप्रयत्नः संवारः अस्ति नादाः सन्ति घोषाः च इति उक्तं तेषु संवारः इति यदि मुखम् अल्पमेव उद्घाटयति चेत् तत् संवारः इति वदामः नादः इति ध्वनिविशेषणमस्ति अत्र हश् प्रत्याहारे कश्चन वर्णः उच्चारयितुं कश्चन ध्वनिविशेषः भवति इति अस्य अर्थः होषः इति अपि अत्र वर्णेन सह श्वासस्य गभीरता ध्वनिविशेषः अस्ति इति उक्तम्। अतः तत्रापि कश्चन ध्वनिविशेषः हश् प्रत्याहारस्य प्रत्याहारे कश्चन वर्णः उच्चारयितुं तादृशबाह्यप्रयत्नस्य आवश्यकता भवति इति उक्तम्। पुनः वर्गाणां प्रथमतृतीयपञ्चमाः यण् यणश्च अल्पप्राणाः वर्गीयव्यञ्जनेषु प्रथमस्तम्भे तृतीयस्तम्भे पञ्चमस्तम्भे ये वर्णाः सन्ति अपि च यण् प्रत्याहारे ये वर्णाः सन्ति ते अल्पप्राणाः इति उक्तम्। अल्पप्राणाः इत्यस्य किमपि विवरणमस्ति वा भगिनि? यथा इदानीम् उक्तं खलु, अल्पप्राणाः इत्युक्ते यदा उच्चारणं भवति तत्र वायोः अधिकं निःसरणं न भवति, अतः मुखस्य बहिः एकं कागदम् अस्ति चेत् तस्य चलनं न भवति, तद् अल्पप्राणः। यदि ख इति वदति चेत् तत्र कागदस्य अधिकं चलनं न भवति, परन्तु ख इति वदति चेत् चलनं भवति, यतोहि वायोः इतोपि अधिकवेगः भवति। अस्तु अस्तु। पुनः वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः वर्गीयव्यञ्जनेषु द्वितीयस्तम्भे चतुर्थस्तम्भे ये वर्णाः सन्ति अपि च शल् प्रत्याहारे ये वर्णाः सन्ति तेषाम् अल्पप्राणाः बाह्यप्रयत्नः इति उक्तमस्ति। तत्र इतोपि वायोः गतिः इतोपि अधिकं भवति इति अवस्था अस्ति। कादयः मावसानाः स्पर्शाः, तत्र कादयः इत्युक्ते इत्युक्ते तत्र पूर्वं स्पर्शाणां प्रयत्नः अभ्यन्तरप्रयत्नः स्पृष्टः इत्युक्तं खलु, अभ्यन्तरप्रयत्नः स्पृष्टः प्रयत्नः स्पर्शाणां, तर्हि स्पर्शः नाम कः इति न उक्तम् एतावता, तर्हि तत्र विवरणं करोति स्पर्शः नाम कः। कवर्गात् आरभ्य मकारपर्यन्तं कादयः, तत्र कवर्गीयवर्णाः इत्यादयः, म अवसानाः इत्युक्ते मकारपर्यन्तं सर्वे सर्वाणि वर्गीयव्यञ्जनानि एतेषां स्पर्शः इति संज्ञा। कादेश कात् आरभ्य मा पर्यन्तं ये व्यञ्जनानि सन्ति तेषां स्पर्शः इति नाम अस्ति। यणोन्तस्थाः यण् प्रत्याहारे ये वर्णाः तेषाम् अन्तस्थाः इति यारालावा ते अन्तस्थाः इति नामधेयं। शलः ऊष्माणाः शल् शल ऊष्माणाः ऊष्माणः शल् प्रत्याहारे शशसः एते वर्णाः ऊष्माणाः इति नाम। अचः स्वराः सर्वे अच् वर्णाः स्वराः इति नामधेयं। पुनः ककार ककारोत्परं विद्यमानं विसर्गः तस्य जिह्वामूलीयः पूर्वं सत्यं काभ्यां ककाभ्यां प्राक् यः विसर्गः अस्ति अर्थविसर्गः अस्ति तादृश अर्थविसर्गसदृशः जिह्वामूलीयः इति नामधेयमस्ति। तथा एव अर्थविसर्गः पाभ्यां पूर्वं यः अर्थविसर्गः सदृशः अस्ति तस्य उपत्मानीयः इति नामधेयमस्ति। कृपया म्यूट् करोतु भगिनि। अत्र जिह्वामूलीयः इत्युक्ते ककारः ककारात् पूर्वं यदि विसर्गः अस्ति चेत् तस्य उच्चारणम् अर्थ एव भवति इति, दुःखम् इति वदामः चेत् उकारात् परं यः विसर्गः अस्ति तस्य अर्थ उच्चारणं क्रियते, तदेव जिह्वामूलीयः इति वदामः। तथा एव पकारात् पूर्वं यः विसर्गः अस्ति तस्यापि अर्थ उच्चारणं भवति, यथा अन्तःपुरम् इति वदामः चेत् तकारात् परं यः विसर्गः अस्ति तथा तस्य अर्थ उच्चारणमेव भवति। तादृशः विन्यासः जिह्वामूलीयः इति वदामः। अम् अह इति अचः परौ अनुनास्वार जिह्वामूलीयः नास्ति खलु, अन्तःपुरम् इत्यत्र उपद्मानीयः। क्षम्यतां क्षम्यतां भगिनि, जिह्वामूलीयः नास्ति, तत्र पकारात् पूर्वं विसर्गः अस्ति अतः उपद्मानीयः अस्ति, उपद्मानीयः इति नामधेयमस्ति। तत्रापि अर्थविसर्गः एव उच्चारणं भवति. पुनः अच् वर्णेषु अम् अह इति स्तः तयोः अनुस्वारविसर्गः इति यथाक्रमम् अम् अम् इत्यस्य अनुस्वारः अह इत्यस्य विसर्गः इति नामधेयं भवति. अनुस्वारः इत्युक्ते तत्र अनुसृत्य भवति इत्युक्ते तत्र स्वरम् अनुसृत्य भवति इति कृत्वा अनुस्वारः स्वरः तत्र स्वारः इति तत्र स्वरस्य भावः स्वारः अनुसृत्य भवति स्वरम् अनुसृत्य भवति इति कृत्वा अनुस्वारः स्वरम् अनुसृत्य अतः अनुस्वारः स्वतन्त्रतया न तिष्ठति कुत्रापि स्वरः तत्र अपेक्षितः एव. किन्तु भगिनी अस्मिन् माहेश्वरसूत्रे विसर्गः अनुस्वारः तस्य स्थानं नास्ति खलु तस्य स्थानमपि माहेश्वरसूत्रेषु तत्र अयोगवाहानां ग्रहणं नास्ति विसर्गः अनुस्वारः एतेषां ग्रहणं नास्ति अत्र तथापि तत्र सूत्रेषु पाणिनीयसूत्रेषु तु एतेषां व्यवहारः अस्ति खलु तथा एव अत्र प्रयत्नः अपि अम्मः विसर्गः इत्यस्य प्रयत्नः बाह्यप्रयत्नः कुत्रापि न दृश्यते खलु बाह्यप्रयत्नः न दृश्यते परन्तु आभ्यन्तरप्रयत्नेषु अपि नास्ति एव आभ्यन्तरप्रयत्ने तत्र अनु तत्र स्थानमेव उक्तं नासिका इति स्थानं तावदेव उक्तम् अत्र प्रयत्नाः न सन्ति तेषाम् अकोह विसर्जनीयानाम् अस्ति खलु तत् स्थानमस्ति परन्तु प्रयत्नः प्रयत्नः स्वरस्य यत् प्रयत्नं तदेव भवति अह् इ उह् इति तस्य प्रयत्नः अस्ति इत्युक्ते विसर्गः अनुस्वारः तु स्वरम् अनुसृत्य एव भवति इत्युक्ते अनुस्वारः तु स्वरम् अनुसृत्य एव भवति विसर्गः अपि स्वरस्य अनन्तरमेव भवति अतः पृथक्तया तेषां स्थानं उच्चारणस्थानं तु अस्ति परन्तु अभ्यन्तरप्रयत्नः तु पृथक्तया नास्ति स्वरम् अनुसृत्य भवति अस्तु तर्हि इदानीम् अस्तु इदानीं तत्र पमेला भगिनी अत्र प्रथमं यः यद् कोष्टकमस्ति तस्य किञ्चित् विवरणं करोतु तत्र वर्णोद्भवस्थानकोष्टकमस्ति तत्र वर्णस्य विवरणम् अस्ति यत्र उद्भवस्थानस्य प्रथमस्तम्भे कण्ठात् ये वर्णाः उच्चारयन्ते तत्र प्रदर्शितम् अस्ति अ ख ख ग ञ ह विसर्गस्य उद्भवस्थानकण्ठं तत् समीचीनं वा भगिनि द्वितीयस्तम्भे तालु इत्यस्य तालुस्थानात् उच्चार्यन्ते ये वर्णाः तत्र इ च छ ज ज ञ य श तत्र निर्दिष्टम् अस्ति अपि च मूर्धास्थाने रु ट ट ड ध ध ड न र श दन्तस्थाने ल त थ द ध न ल स अपि च ओष्टौ उ उ प फ ब भ म अपि च जीवमूल्य पकार बाह्य उपद्मानीय क्षमता उपद्मानीय प अपि च उपाद्मानीय प नासिकाय उच्चारणं स्थानमस्ति उपद्मानीयः इति तत्र विसर्गस्य नामकरणम् ओ विसर्गस्य क्षम्यताम् तर्हि ञ म न न न अपि च तत् अनुस्वार तस्य स्थानमस्ति नासिका. ए ऐ इत्यस्य कण्ठ अपि च ताळु द्वयोः स्थानम् ओकार औकारस्य कण्ठ ओष्ठौ अस्ति, अपि च वकारस्य दन्त ओष्ठौ, अपि च जिह्वामूल्य क अपि च ख इत्यस्य जिह्वा अपि च मूर्धन्यस्थानम् अस्ति. तत् समीचीनम् इति तत्र स्थानानि सन्ति. अस्तु, धन्यवादः भगिनी. इदानीम् अग्रे तत्र अरविन्द महोदय अग्रे करोति वा. भगिनी, मूर्धन्यस्थानं नास्ति खलु, जिह्वमूलस्थानं खलु. किं कुत्र भवती वदति जिह्वमूर्धन्यस्थानं? कः वदति जिह्वामूलीयः? क्षमामया च, अहं मूर्धन्य उक्तवती, मम दोषः. जिह्वामूलीय मूलीयः. धन्यवादः, धन्यवादः. अस्तु, समीचीनम्. अरविन्द महोदय अग्रे. अत्र अभ्यन्तरस्थान पञ्चदा इति उक्तं, तत्र स्पृष्ट ईर्षत् पृष्ट ईर्षत् एकवाक्यवाक्यद्वयमस्ति, तत् पठित्वा प्रतिपादयतु. बाह्यप्रयत्नः यद्यपि, बाह्यप्रयत्नः यद्यपि सवर्णसंज्ञायाम् अनुपयुक्तास्थानापि वर्णान्तरमस्य वर्णानाम् अन्तरस्य परीक्षायाम् येषाम् उपयोगः बोध्यः. आभ्यन्तरबाह्यप्रयत्नार्थकं कोष्टकम् इति अस्ति. तत्र अभ्यन्तरप्रयत्न पञ्चदा इति पूर्वमुक्तं, तत् स्पष्ट स्पृष्ट ईर्षत्पृष्ट ईर्षद्विवृत विवृत समृद्धभेदात्. तत्र स्पर्श अन्धस्थ ऊष्माणः स्वर इति भेदाः अपि उक्तमस्ति. तत्र का तयोः मावसान स्पर्श इति उक्तं, तत्र ख ख ग ग ङ इति आरभ्य प फ भ भ म इति अन्तपर्यन्तं यदस्ति तत् कादयो मावसान इति अस्ति, इति तत् स्पर्श अस्ति. तत्र य व र ल इति अन्धस्था इति संज्ञा अस्ति. एवं श श स एवं हकारस्य ऊष्मणः संज्ञा अस्ति. स्वराणां स्वराः इति अस्ति. अत्र ऋस्व अकारस्य प्रयोगावसरे संवृत इति अस्ति, तत् किन्तु पृथक् संज्ञा नास्ति तत्र. तस्मिन् अभ्यन्तरप्रयत्नविवारश्वास अघोष इति कचटतप इति अस्ति, प्रथम अस्ति. किन्तु महाप्राणविवारश्वास अघोष इति कृत्वा द्वितीयवर्ण ख ख ठ थ फ इति अस्ति. अल्पप्राण अस्ति, अल्पप्राणसंवारनाधकोश इत्यस्मिन् अस्ति घ ङ च ञ द न द न भ म इति. तदनन्तरं महाप्राणसंवारनाधकोशभेदात् ख झ ध ध भ इति अस्ति. अल्पप्राणसंवारनाधकोशभेदात् यवरल यदा अन्धस्थः तदेव अन्ध अल्पप्राणसंवारनाथकोश अस्ति. ऊष्माणस्य शाशस महाप्राणे आगच्छति, महाप्राणविवारश्वास आघोषः भवति. किन्तु हकारत्तु संवारनाथकोश इति अस्ति, विवारः नास्ति तत्र. महाप्राण अपि अस्ति किन्तु विवारस्थाने महाप्राण संवारः इति आयाति. श्वासस्थाने नादः भवति, अघोषस्थाने घोषः भवति. केवलम् अन्त ऊष्माणस्य हकारस्य पृथक् अस्ति, तत् बाह्यप्रयत्न. स्वराणाम् उदात्तानुदात्तस्वरितभेदात् कृता भवति. बहु समीचीनम्. इति अस्ति, तत्र मध्ये संज्ञाः सन्ति, स्पर्शाः, अन्तस्थाः, ऊष्माणाः, स्वराः इति संज्ञाः, उपरि भागे अभ्यन्तरप्रयत्नाः उक्ताः, अधोभागे बाह्यप्रयत्नाः इति कोष्टकं तत्र मनसि स्थापयामः चेत् तदानीं लाभाय भवति, नो चेत् पुरतः स्थापयामः चेत् लाभाय भवति। यत्र यत्र निर्णयः आवश्यकः स्थानेन्तरतमः इति सूत्रेण, तदानीम् एतेषां द्वयोः कोष्टकयोः आवश्यकता भवति इति तत्र स्थानानां विषये किञ्चित् तत्र स्थूलपरिचयः। स्थानस्य कृते प्रश्न सन्देहः नास्ति, किन्तु प्रयत्न बाह्यप्रयत्न अन्तप्रयत्न इति तस्मिन् बहु क्लिष्टा इति, यदि कोष्टकः नास्ति चेत् कोष्टकः नास्ति चेत् किमर्थं चेत् अस्माभिः न पठितं खलु, शिक्षाशास्त्रं न पठितम् इति कृत्वा क्लेशः अस्ति। यदि सम्पूर्णतया शिक्षाशास्त्रं पठामः, तत्र कुतः गच्छति, किं भवति इति सम्यक्तया जानीमः चेत् प्रायः क्लेशः न स्यात्। परन्तु इदानीं तत्र न पठितम् इति कृत्वा एतत् पुरतः स्थापयित्वा अग्रे गच्छामः, किञ्चित् अवगच्छामः चेत् पर्याप्तम्। तत्र पाणिनीयव्यवहारार्थम् अस्य बहु ज्ञानम् आवश्यकं नास्ति, अल्पज्ञानं पर्याप्तम् व्यवहारार्थं। तत्र कस्य स्थाने कः वर्णः आदिष्टः भवति इति ज्ञानार्थं कोष्टकद्वयं पर्याप्तं। परन्तु अस्मिन्नेव विषये इतोपि अधिकं ज्ञानं प्राप्तुम् इच्छन्ति चेत् तत्र शिक्षाशास्त्रं पठन्तु। अस्तु, धन्यवादः। अस्तु भगिनि, परन्तु कश्चन प्रश्नः, यदि वयम् उच्चारणं कुर्मः तर्हि अहं अत्र अवगच्छामि स्पष्टतया क उच्चारणकः, ख उच्चारणकः, ग उच्चारण, घ उच्चारण, त्याग तर्हि एव च छ भिन्नता अस्ति। यदि अहं च वदामि तर्हि अहं छ वदामि, तर्हि छ सम्बन्धः महाप्राण अपेक्षितः। छ यदि वयं यदि वयं वदामः तर्हि अभ्यासकारणेन प्रायः यदि वयं कुर्मः तर्हि अल्पप्राण महाप्राण कोऽपि चिन्ता नास्ति, अल्पप्राणमहाप्राणविषये तु क्लेशः नास्ति कोऽपि नास्ति, परन्तु घोष अघोष सम्बन्धे अन्तस्थ अपि कोऽपि चिन्ता नास्ति, परन्तु स्पर्श स्पर्श ईषत् स्पर्श ईषद् विपृत इत्यादि सरलता नास्ति। न, स्पर्श ईषत् स्पर्श तत्र क्लेशः नास्ति। स्पर्शः इत्युक्ते तत्र जिह्वा ओष्टयो जिह्वा जिह्वा अनन्तरं स्थानस्य स्पर्शनं तावदेव, जिह्वा अपि च स्थानस्य स्पर्शनं स्पर्शः, ईषत्पृष्टः इत्युक्ते स्वल्पस्पर्शनं, विवृतः इत्युक्ते तत्र मुखस्य उद्घाटनं, संवृतः इत्युक्ते अल्प उद्घाटनं, तत्रापि क्लेशः नास्ति। क्लेशः कुत्र इति चेत् बाह्यप्रयत्नस्थले एव किञ्चित् क्लेशः अस्ति, तत्र नादः, घोषः, घोषः अघोषः, घोषः इत्युक्ते विस्परिङ्ग् इति चिन्तयन्तु, अघोषः इत्युक्ते तत्र ध्वनिः भवति, नादस्य एव कश्चन भेदः, ध्वनिः भवति कश्चन ध्वनिः भवति, नादः इत्युक्ते ध्वनिः सम्पूर्णतया ध्वनिः, तावदेव इति तावत् अवगच्छामः चेत् इदानीं पर्याप्तं, तर्हि अग्रे गन्तुं शक्नुमः। तत्रापि विवारेण सह श्वास अघोष सर्वदा भवति, संवारेण सह नादघोष सर्वदा भवति, किमर्थं भेदः कृतवान् इति पुनः पृच्छतु। विवारेण सह सर्वदा श्वास अघोषः एव, संवारेण सह सर्वदा नादः घोषः, तर्हि षड् भागः किमर्थं, भागद्वयं पर्याप्तम् आसीत्, प्रथमे भागे विवारश्वास अघोषः, द्वितीयभागे संवारनादघोषः, तत्र तु कदापि भेदः न भवति। हा, इत्युक्ते तत्र षड्भेदः मास् एकादशभेदः मास्तु इति वदति वा? न, प्रथमे कालं स्तम्भे द्विवार श्वास अघोष इति एकः गणः भवतु, अग्रिमे स्तम्भे संवारनादघोष इति एकः गणः भवति चेत् इतोपि सौलभ्यं भवति. गणद्वयं भवति परन्तु कस्य कः गणः इति इति वदनार्थं नादघोष एव एतेषां वर्णानाम् एतादृशं. तर्हि अल्पप्राणः महाप्राणः पृथक्तया स्थापयति वा? हा, तत्तु अत्रापि पृथक्तया एव स्थापितमस्ति, अल्पप्राण अप्र मप्र इति. तर्हि तत्र किं वक्तुम् इति चेत् प्रथमतया गणद्वयम् इति कृत्वा तदनन्तरं पुनः अल्पप्राण महाप्राणः इति कुर्मः चेत् तदनन्तरं पुनः अनुदात्त उदात्त स्वरित इत्यपि कर्तव्यं खलु? तत्तु स्वराणां कृते. तर्हि कथम् इदानीम् एकेन वाक्येन वदतु, एकेन वाक्येन वदतु एतेषां विवरणम्. अत्र द्विवारः श्वासः अघोषः इति यस्य भवति तत्र अल्पप्राणः एकः गणः अस्ति, महाप्राणः इति एकः गणः अस्ति, संवारः नादघोषः इति यत्र अस्ति तत्र अल्पप्राणः इति एकः गणः अस्ति, महाप्राणः इति एकः गणः अस्ति, तावदेव. अनन्तरम् अगेन् अल्पप्राणः महाप्राणः संवारणाद स्वराणां तु उदात्त अनुदात्त स्वरित, तावदेव. स्वराणां तु इति तत्र भिन्नरीत्या भवती उक्तवती, तदपेक्षया तत्र अत्र किम् उक्तम् इति चेत् तत्र एकदशदा इति एतेषाम् एतादृश बाह्यप्रयत्नाः इति विवरणं कृतमस्ति. भवती भिन्नरीत्या वक्तुमिच्छति तावदेव, भवत्याः कथम् अवगमनम् अस्ति तदनुसृत्य भवती एतादृशगणरूपेण उक्तवती. परन्तु अत्र किम् उक्तमिति चेत् अत्र एकदशदा इति कृत्वा पृथक्तया दशां नामकरणं कृतं, तावदेव. इदानीं गणरूपेण स्थापयितुमिच्छति चेत् तत्पश्चात् भवती स्थापयितुं शक्नोति, अतः एव तत्र ततः अग्रे उक्तं करः विवारः श्वासः घोषः हषः संवारः नादघोषः इति विवरणं दत्तं तत्र, तत्र गणरूपेण विवरणं दत्तम् इति. तत्र कथं वक्तुं शक्यते, एवमेव वक्तुं शक्यते इति इदानीं तु सूत्रं नास्ति खलु, अतः एवमेव वक्तव्यम् इति नास्ति. तत्र महोदय तथा वक्तुमिच्छति इति कृत्वा तथा उक्तम्. तत्र कर्कशादिभेदः अपि श्रूयते न, तत् कथं तत्र नामधेयं भवति? कर्कश इत्युक्ते तत्र कर् प्रत्याहारस्य वर्णः कर्कशः इत्युक्ते तत्र मृदुत्वं नास्ति तत्र. कर्कशः विवारः श्वासः घोषः क ख कर्कशः खलु? कर्कशः एते प्रथमस्तम्भद्वये कर् प्रत्याहारस्य वर्णः. अनन्तरं ग घ ङ एते हश्वर्णाः, य व र ल अन्तस्थः, शशसः तत्र शशस कर्कशः, ह हश्वर्णः, तावदेव. हश्वर्णानां सर्वदा संवारनादघोष, कर्कशवर्णानां सर्वदा विवारश्वास अघोष, अन्तस्थानामपि संवारनादघोष, तावदेव तावदेव. वि एस् ए एस् एन् जि इति भेदः, तावदेव. वि एस् ए एस् एन् जि, बहु समीचीनं, सम्यक् इति अस्ति. अस्तु, तर्हि इदानीम् अत्र अस्माकम् अवगतं चेत् स्थानेन्द्रतमः इति सूत्रं प्रति गच्छामः. तत्र अस्माकं महोदयः करपत्रे किं दत्तवान् सः क्लियर् अस्ति. देन् लघुकौमुद्येन यदि वयं कुर्मः चेत् अस्माकं करपत्रे किम् अस्ति सुलभमस्ति एण्ड् ईस्लि अण्डर्स्टाण्डबल्. कुत्र अस्ति सुलभम्? तत्र आभ्यन्तरप्रयत्नाः बाह्यप्रयत्नाः, बाह्यप्रयत्नाः कोष्टकमध्ये वयं पश्यामः चेत् तत्र कर्कशव्यञ्जनानि कर् के के वर्णाः सन्ति इति कचट तप फस्ट् कालम्, तदनन्तरं कचट तप, तदनन्तरं सशस, एते वर्णाः अल्पप्राणाः अपि महाप्राणाः अपि कच्छ तत्तप महाप्राणाः, तदनन्तरं सशस ऊष्माणः परन्तु तत्र निवारः श्वासः अघोषः इति दत्तः तदनन्तरं मृदुव्यञ्जनानि हष् प्रत्याहारे गजडदभ नम तदनन्तरं समयवल् यारालव तदनन्तरं झष् प्रत्याहारे के के वर्णाः सन्ति इति देन् हस् आफ्टर् कान्स्टन् ये सर्वे वर्णाः महाप्राणाः अपि च अल्पप्राणाः ये सर्वे संवाराः नादाः घोषाः मध्ये आगच्छन्ति तदनन्तरं स्वराः अनुदात्तः उदात्तः अपि च स्वरितः ये क्लियर् अस्ति देन् दिस् कौमुद्याः अहं चिन्तयामि परन्तु सर्वे किं चिन्तयन्ति इति अहं न जानामि न एतत् कुतः स्वीकृतमिति न जाने एतत् कुतः स्वीकृतम् इति न जाने समीचीनम् एतदपि सम्यक्तया अवगच्छामः चेत् यत्किमपि भवतु नास्ति चिन्ता यस्य कृते यत् सौलभ्यं तद् तत्र कौमुदीग्रन्थे तथा उक्तं परन्तु तदेव स्वीकर्तव्यमिति नास्ति तत् किमर्थं स्वीकृतम् इति चेत् केवलम् एकवारं पठनार्थं तत्र विवरणं सर्वम् अस्ति खलु तादृशविवरणम् अत्र नास्ति खलु कौमुदीग्रन्थे विवरणं यद् विवरणम् अस्माभिः पठितम् एकदा विभागः अस्ति समारणात् तत् विवरणं तत्र अस्माकं करपत्रे नास्ति इति मया स्वीकृतमस्ति परन्तु तत्तु सत्यं भगिनि तत्तु सत्यं अस्माकं करपत्रे महोदय किं दत्तवान् सः अपि दत्तं सः अपि सौलभ्यम् एव इति समीचीनं भगिनि सौलभ्यमेव नास्ति चिन्ता सौलभ्यमेव एतदपि स्वीकर्तुं शक्नुमः तत्र मया किं चिन्तितमित्युक्ते एकवारं स्थानं सर्वं किम् इति एकवारं पश्यामः तदनन्तरं करपत्रं प्रति गच्छामः इति चिन्तितं तावदेव साधु भगिनि तर्हि इदानीं स्थानेन्तरतमः इति सूत्रं प्रति गच्छामः अत्र विजयलक्ष्मी भगिनी आरम्भं करोतु भगिनी अस्ति वा हा अस्मि कुत्र करपत्रे अस्माकं करपत्रे दिवादिगणे इति करपत्रे स्थाने अन्तरतमः इति सूत्रमस्ति खलु मध्ये करपत्रस्य मध्ये अनुस्वारस्य ईपरसवर्णः इति सूत्रस्य अनन्तरम् इदुपदधातवः तस्य अनन्तरम् अभवत् तस्य अनन्तरम् उदुपदधातवः शेषधातवः विशेषधातवः विशेषधातवः अनिदितामहलोपदायः इत्यस्य अनन्तरम् दिवादिभ्यः श्यन् अनन्तरं नश्च पदान्तस्य झलि अनुस्वारस्य ययि परसवर्ण तत्र वा तस्य अनन्तरं हा स्थाने स्थाने अन्तरतमः प्रसङ्गे स्थानं गुणं प्रमाणम् अर्थम् इत्येषु अन्यतमम् अनुसृत्य प्रसङ्गः इत्युक्ते स्थानं गुणं प्रमाणम् अर्थम् इत्येषु अन्यतमम् अनुसृत्य तुल्यतम आदेशो भवति यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदम् इदं सूत्रम् इदं सूत्रं परिभाषासूत्रं यत्र आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति तस्यां दशायां यत् सूत्रम् आगत्य नियमयति तत् परिभाषा सूत्रम् इत्युच्यते अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम् प्रसङ्ग इत्युक्ते यत्र प्राप्तिरस्ति तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् सर्वप्रथमं स्थानं नोपलभ्यते चेत् गुणः गुणः नो लभ्यते नोपलभ्यते चेत् प्रमाणं प्रमाणं नोपलभ्यते चेत् अर्थः इति निर्णयस्य आधारः आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति अपरेषां प्रसङ्गः विरलः अत्र स्थाने अन्तरतमः इति सूत्रस्य विवरणं दत्तमस्ति अत्र स्थाने इति सप्तम्यन्तं पदम् अन्तरतमः इति प्रथमान्तं द्विपदम् इदं सूत्रम् एतत् परिभाषासूत्रम् इति उच्यते यत्र कदापि अस्माकं संशयः भवति तदा परिभाषासूत्रम् आगत्य नियमयति सूत्रस्य अर्थः कथम् अवगन्तव्यम् इति तत्कारणं परिभाषासूत्रम् इति उच्यते अत्र किम् इति अस्ति कोऽपि नियमः नास्ति गृहीतः स्यात् कुत्र कुत्र अनेकानां वर्णानां ग्रहणमस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः यदि नास्ति तस्यां दशायां परिभाषासूत्रस्य साहाय्यम् अपेक्षते परिभाषासूत्रम् आगत्य नियमयति कस्य ग्रहणं भवति इति किमपि नियमः ददाति तदा सूत्रस्य अर्थः इतोपि क्लियर् भवति स्पष्टं भवति अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तं स्थाने अन्तरतमः इत्युक्ते तुल्यतमः आदेशः इति प्रसङ्गः इत्युक्ते यत्र प्राप्तिः तस्य अस्ति प्रसक्तिः एव नास्ति प्राप्तिरस्ति तुल्यतमः इत्युक्ते किं तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं भवति तत्र कुत्र आदेशः आगच्छति इत्यस्य निर्णयः कथं करणीयं तस्य प्रथमं किं पश्यामश्चेत् स्थानं सादृश्य आदेशः इति वा कुत्र आदेशः इति वा इति किम् आदेशः इति वा किम् आदेशः स्थानं तु कुत्र इति वदति यत् षष्ट्यां षष्टिविभक्तेः सूत्रे यस्य षष्टिविभक्तिः भवति तत् स्थानी भवति परन्तु आदेशः यदि एकमेव वर्ण एकः वर्णस्य स्थाने एकः आदेश एकवर्ण आदेशः भवति चेत् तत्र संशयः न भवति परन्तु यदा स्थाने आदेशाः बहवः सन् भवन्ति तदा कस्य स्थाने किम् आयाति इति निर्णेतुं सर्वप्रथमं किं पश्यामश्चेत् किम् उच्चारणस्थानम् अत्र कुत्र अस्ति सर्वप्रथमं स्थानं स्थानं नोपलभ्यते चेत् गुणः गुणः उपलभ्यते चेत् प्रमाणं प्रमाणं नोपलभ्यते चेत् अर्थः इति निर्णयस्य आधारः परन्तु आधिक्येन स्थानम् अनुसृत्य एव आदेशः भवति प्रायः उच्चारणस्थानम् इत्येव पश्यामः उच्चारणस्थानस्य यदि साम्यं न दृश्यते तदा बाह्यप्रयत्नः इत्यपि द्रष्टुं शक्यते कदापि मात्रा इत्यपि कालस्य अपि गणना भवति तावदेव भगिनि समीचीनं समीचीनम् तर्हि तत्र सूत्रमस्ति स्थाने अन्तरतमः इति सूत्रं स्थानम् इति तत्र स्थानम् इत्युक्ते तत्र प्रसङ्गः इति अर्थः प्रसङ्गः यत्र इत्युक्ते यत्र संशयः अस्ति यत्र संशयः अस्ति कस्य स्थाने कः आदेशः इति संशयः अस्ति यत्र स्पष्टता नास्ति सूत्रेषु तदानीं स्थाने अन्तरतमः इत्यस्य आवश्यकता इत्युक्ते यत्र सवर्णसंज्ञा अस्ति इति द्वयोः सावरण्यम् इति तथा वदति चेत् तदानीं तत्र तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण एव निर्णयं कर्तुं शक्नुमः. परन्तु यत्र तादृशं नास्ति, यत्र सावर्णस्य निर्णयः न शक्यते, तदानीं तादृशसन्दर्भेषु स्थाने अन्तरतमः इति सूत्रस्य आवश्यकता. तर्हि स्थानम् इत्युक्ते प्रसङ्गं, प्रसङ्गं तत्र कथं निर्णयः भवति इति चेत् तत्र उच्चारणस्थानं स्वीकुर्मः चेत् गुणः, प्रमाणम्, अर्थम्. तर्हि गुणः, प्रमाणम्, अर्थम् इत्येषाम् अर्थः कः इति अग्रे पश्यामः. परन्तु अत्र पश्यामः चेत् षष्ठीस्थाने योग इत्यस्मात् सूत्रात् स्थाने इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे भवितुम् अर्हति. तथापि अस्मिन् सूत्रे स्थाने इति पुनः उक्तं. तर्हि पुनः किमर्थम् उक्तम् इति चेत् अत्र स्थानस्य प्राधान्यं वर्तते. इत्युक्ते यद्यपि गुणेन, प्रमाणेन, अर्थेन निर्णयः शक्यते, तथापि स्थानस्य प्रामाण्यं वर्तते. इत्युक्ते स्थानस्य प्राबल्यं वर्तते. यत्र यत्र स्थानेन निर्णयः शक्यते तर्हि स्थानं स्वीकृत्य एव तत्र निर्णयः भवति. यत्र स्थानमपि भवति, गुणः अपि भवति, प्रमाणमपि भवति चेत् तत्र स्थानस्य स्थानं बलवत् भवति. अतः स्थानेन एव निर्णयः भवति. तत्र यत्र स्थानेन निर्णयः न शक्यते तदानीं गुणेन वा, प्रमाणेन वा, अर्थेन वा निर्णयः भवति. तर्हि एतदर्थमेव अस्माभिः स्थानानां विषये इदानीं पठितम्. तर्हि कुत्र स्थानेन्तरतमः इति परिभाषासूत्रमस्ति. अतः यत्र स्पष्टता नास्ति, यत्र एकस्य वर्णस्य स्थाने बहवः आदेशाः सन्ति, तत्र कः आदेशः भवति अस्मिन् स्थाने इति तत्र स्पष्टता नास्ति, तदानीं स्थानेन्तरतमः इति सूत्रस्य आवश्यकता. अस्तु, विनय महोदय अग्रे. मुखे न कोऽपि यच्छन्तः स्थानं मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशः निर्णीयते. यथा अकः स्वर्ण, स्वर्णे दीर्घः. अत्र अक् वर्णात् स्वर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक एकादेशः स्यात्. दीर्घसंज्ञक एकादेशः स्यात्. अनुवृत्तिसहसूत्रम् अकः स्वर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् अक् अपि च अच् मध्ये यदि व्यवस्था आयाति तर्हि पूर्वपरयोः स्थाने अर्थात् अक् प्रत्ययः अपि च अच् प्रत्ययः सम्बन्धे पूर्वपरयोः पूर्वयोगः पर स्थाने दीर्घसंज्ञक एकादेश स्यात्. दीर्घसंज्ञता भवति अयोग अ आगम. अनुवृत्तिसहसूत्रम् अथ संहितायां सम्बन्धे अस्ति. दण्ड योग अग्रम् अग्रम दण्डाग्रम. अतः दण्डयोग अग्रं कथं दण्डाग्रं भवति? दण्ड अर्थात् दण्ड ड हलन्त योग अ तर्हि एव अ आयाति अचि परे. अतः अ योग अ आभवति अकस्वरदीर्घ आधारे. अत्र द्वौ अपि अकारौ कण्ठौ नाम कण्ठे उत्पन्नः द्वौ. अतः कण्ठस्थि अकण्ठस्थि आ अपि कण्ठस्थि. अतः तयोः स्थाने यः दीर्घदेशः भवति, यः दीर्घदेशः स अपि कण्ठः भवेत् सम्भवति चेत् तत्र दीर्घः आकारः कण्ठः अतः स एव आदेशः भवति. अतः स्थानलभ्य उपरान्त आदेशः भवति. यदि स्थान कण्ठः नास्ति तर्हि आकार आदेशः न भवति. अतः सम्बन्धः अस्ति स्थान अपि च आदेशः. तदनन्तरं भगिनि बहु समीचीनं महोदय, धन्यवादः. इदानीं तत्र स्थानेन निर्णयः कथम् इति स्पष्टमिति मन्ये. अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, अस्ति भगिनि. हा अस्तु, तर्हि तत्र सूर्यकुमारी भगिनि अग्रे गुणः. भगिनि, गुणः पठतु. क्षम्यतां भगिनि. गुणः इत्युक्ते ध्वनिः. आम् आम्, गुणः इत्युक्ते ध्वनिः. व्याकरणदृष्ट्या तस्य प्रकाशो भवति प्रयत्नेन. तत्र द्वैविध्यम् अस्ति. आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः च. कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति, न वा अर्थेन. तत्र कुत्रचित् प्रयत्नः निर्णायकः. यथा गुणः इत्युक्ते ध्वनिः इत्युक्ते प्रकाशः. इत्युक्ते प्रकाशः नास्ति, गुणः इत्युक्ते ध्वनिः तावदेव. आम् आम्, व्याकरणदृष्ट्या यस् तस्य प्रकाशो भवति प्रयत्नेन. प्रकाशः इत्युक्ते तस्य ज्ञानं. व्याकरणे ध्वनेः ज्ञानं कथं भवति इति चेत् प्रयत्नेन. प्रयत्नविशेषः अस्ति ध्वनिः. आम्, तत्र द्वैविध्यम् अस्ति. अभ्यासप्रयत्नः, बाह्यप्रयत्नः च. आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः च. कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति, न वा अर्थेन. तत्र कुत्रचित् प्रयत्नः निर्णायकः. यत्र यत्र स्थानेन न निर्धयन्ति तत्र गुणः इत्युक्ते ध्वनि इत्युक्ते आभ्यन्तर बाह्यपयत्त. छिजोः कु किन्नयतोः चकारस्य जकारस्य च स्थाने कावर्गादेशः भवति. गिति ञति च. क्षम्यतां भगिनि, अग्रे पठतु. पच्योग उदाहरणमस्ति. पच्योगः गणै गै गै गै चचोः कु गिन्नयोः गिन्नयतोः सूत्रेण पाकः. सूत्रमस्ति छजोः खु गिन्नयतोः गिन्यतोः गिन्यतोः गिन्यतोः विवरणमस्ति. चकारस्य जकारस्य च स्थाने कावर्गादेशः भवति. द्वे पत्ये परे गिति ञति च. पच् धातुः अस्ति. गै प्रत्यय अस्ति. छास्थाने कावर्गीय आदेशः भवति. छ वर्गीयस्य तुल्य कः इति सन्देहः भवति. च स्थानं तालव्यं. कावर्गे स्थानं कण्ठः स्थानं नव न स्थानेन न करणीयं न कर्तुं शक्यते न करणं शक्यते गुणविषये ध्वनि इति उक्तं ध्वनि कथं भवति बाह्यन्तरप्रयत्ने आभ्यन्तरप्रयत्ने एव गुणः भवति तर्हि प्रयत्नेन निर्णयः भवति तत् कथम् इति अग्रिमसप्ताहे पश्यामः इदानीं तत्र समयः अतीतः अत्र स्थगयामः गुणः इति विषये अग्रे पुनः चिन्तनं कुर्मः तर्हि एतावता कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् विरमामः धन्यवादः नमस्कारः भगिनी कश्चन प्रश्नः अस्ति भगिनि गते सप्ताहे अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अस्माभिः चर्चां कृता अस्ति तत्र भगिनी मम प्रश्नः एतत् अस्ति कयोः वर्णयोः तुलनं भवति इति मम प्रश्नः अनुस्वारस्य स्थाने सवर्णादेशः भवति कस्य सवर्णादेशः इति चेत् परवर्णस्य सवर्णादेशः अस्ति अतः अत्र परवर्णः तस्य एव सावर्ण्यं कुत्र वर्तते इति एव प्रश्नः अस्ति खलु भगिनि अतः इदानीं अङ्गः इति अङ्ग इति पदं स्वीकुर्मः चेत् अनुस्वारः अस्ति ततः परं ककारः अस्ति अनुस्वारस्य स्थाने एव कश्चन आदेशः भवति अत्र परवर्णः गकारः अस्ति अतः गकारस्य सवर्णाः के इति प्रश्ने अत्र कवर्गस्य अन्यव्यञ्जनानि कख ग घ ङ इति आगच्छन्ति सावर्ण्यं तादृशसावर्ण्यम् आगच्छति तुल्यस्य प्रयत्नम् इति सूत्रेण एव खलु भगिनि अत्र गकारस्य कवर्गस्य सर्वेषां वर्णानां सावर्ण्यं तुल्यस्य प्रयत्नं सावर्ण्यम् इत्यनेन एव आगच्छति इदानीम् अत्र कः वर्णः सवर्णः भवति अन्यतमः कः सवर्णः इति प्रश्नः उदेति अत्र एव स्थानेन्द्रतमः इति सूत्रम् आगच्छति अत्र मम प्रश्नः भगिनि अत्र पुनः यदा वयं उक्तवन्तः यत् अनुस्वारः ततः परं गकारस्य स्थानं नो चेत् नकारस्य स्थानम् अन्यतमः सदृशतमः अस्ति इति कारणेन स्थानेन्द्रतमः इति सूत्रेण अत्र नकारः आगच्छति इति उक्तं किन्तु मम प्रश्नः अस्ति किमर्थम् अत्र अनुस्वारः आयाति इत्युक्ते अनुस्वारस्य स्थाने इति एव सूत्रे उक्तं गकारः एव इदानीं परवर्णः अस्ति कयोः वर्णयोः सावर्ण्यम् अनुस्वारस्य सावर्ण्यम् अन्येन वर्णेन सह अन्येन किन्तु अनुस्वारस्य सावर्ण्यं कवर्गीयवर्णेन सह सावर्ण्यम् इति वदामः इति अर्थः चेत् समीचीनं भवति किन्तु एतादृशं न वदति खलु अनुस्वारस्य स्थाने इति एव अनुस्वारस्य स्थाने इति एव उक्तं खलु अनुस्वारस्य स्थाने परसवर्णः भवतु इति उक्तं तर्हि परस्य सवर्णः केन सह अनुस्वारेण सह परस्य सवर्णः केन सह अनुस्वारेण सह इति भवति वा परवर्णेन सह नास्ति वा परवर्णस्य एव सवर्णादेशः न न न न अनुस्वारस्य सावर्ण्यं केन सह परवर्णेन सह परवर्णस्य सावर्ण्यम् अनुस्वारेण सह परवर्णेषु सर्वेषां सावर्ण्यमस्ति तत्र न कोऽपि क्लेशः परन्तु तादृशवर्णेषु अनुस्वारेण सह कस्य सावर्ण्यम् इति एव प्रश्नः तदानीमेव गकारः आयाति नो चेत् नकारः एव न आयाति तत् अवगतवती किन्तु अनुस्वारस्येन सह इति कुत्रापि नास्ति खलु इति अहं चिन्तितवती न अनुस्वारस्य स्थाने परस्य सवर्णः आयाति इति उक्तं खलु तर्हि परस्य सवर्णः इत्युक्ते तत्र केन सह सावर्ण्यम् इति चेत् अनुस्वारेण एव सह सावर्ण्यं तादृश अर्थः एव स्वीक्रियते व्याख्यानेषु अपि. अस्तु भगिनि, अस्तु अस्तु, इदानीं नो चेत् सूत्रस्य अर्थः एव न जायते. अस्तु अस्तु भगिनि, तदेव आसीत् मम क्लेशः, इदानीम् अवगतवती. धन्यवादः भगिनि. अस्तु, तर्हि अत्र विरमामि. धन्यवादः. धन्यवादः.